नमस्कारः। तर्हि गतसप्ताहे वयं दृष्टवन्तः द्वितीयविभक्त्यन्तरूपाणि विशेषतः यत्र सर्वनामानि सन्ति, नाम सर्वनाम्ना सह यानि पदानि सन्ति वाक्ये तत्र कर्मपदत्वं, नाम कर्मपदमस्ति, उदाहरणार्थं स्यूतः अस्ति, अहं स्यूतं पश्यामि, इदानीं सर्वनाम अपि भवति चेत् अहं तं स्यूतं पश्यामि इति वाक्यं भवति। अहं तं स्यूतं पश्यामि। तर्हि अस्मिन् सप्ताहे इदानीं गृहपाठः तादृशः आसीत्, किन्तु तृतीया विभक्तिः। तर्हि लक्ष्मी भगिनी कृपया एकं वाक्यं वदतु। मम पार्श्वे नूतना दूरवाणी अस्ति, तया दूरवाण्या सम्भाषणं करोमि। हा, समीचीनमस्ति। पुनः वदतु, सर्वे शृण्वन्तु। मम पार्श्वे नूतना दूरवाणी अस्ति, तया दूरवाण्या सम्भाषणं करोमि। अस्तु, समीचीनम्। निहारिका भगिनी वा? निहारिका अस्ति। अस्तु, समीचीनम्। तर्हि वाक्यं समीचीनमस्ति। इदानीं अग्रे विश्वनाथमहोदय वदतु। अहं तेन बालकेन सह धावामि। अहं तेन बालकेन सह धावामि। इति वाक्यं समीचीनमस्ति, वाक्यं बहु समीचीनमस्ति। हा, अस्तु। तर्हि निहारिका भगिनी कृपया, न सन्ध्या भगिनी वदतु वाक्यम्। सः मम मित्रः, तेन बालकेन सह खादिष्यामि। मित्रशब्दस्य लिङ्गं किम्? पुल्लिङ्ग, नपुंसकलिङ्ग। नपुंसकलिङ्गशब्दः पुल्लिङ्गे, पुल्लिङ्गे मित्रशब्दः भवति पुल्लिङ्गे, किन्तु तत्र तस्य अर्थः अस्ति सूर्यः। सूर्यः पुनः वदतु। यदि पुल्लिङ्गे मित्रशब्दस्य प्रयोगः भवति तर्हि तस्य अर्थः सूर्यः। सूर्यः आकाशे यः। नपुंसकलिङ्गशब्दः, तर्हि पुनः वदतु। सः मम मित्रं, न सः मम, सः कहन् सः, ओ सः, अस्तु सः मम मित्रम्। अस्तु, समीचीनं। सः मम मित्रं, सः मम मित्रं, तेन बालकेन सह खादिष्यामि। समीचीनमस्ति। अस्तु, निहारिका भगिनी। अहं मम तेन खादामि। पुनः वदतु, न श्रूयते। अहं मम हस्तेन खादामि। अस्तु, किन्तु अत्र मम हस्तेन, तत्र मम हस्तेन खादामि, वाक्यं समीचीनमस्ति, वाक्यं समीचीनं। केवलम् अहं सर्वनाम, तत्र मम अपि सर्वनाम अस्ति, मम अपि सर्वनाम अस्ति, तृतीया विभक्ति, तृतीया नै, तत्र यथा एतेन, अहम् एतेन हस्तेन खादामि इति भविष्यति। अस्तु, लक्ष्मी भगिनि। मम गृहे बहूनि सुन्दराणि पुष्पाणि विकसन्ति, मम गृहे बहूनि सुन्दराणि पुष्पाणि विकसन्ति सुन्दराणि पुष्पाणि विकसन्ति तैः पुष्पैः देवं पूजयामि तैः पुष्पैः देवं पूजयामि इति समीचीनमस्ति वाक्यम् अस्तु विश्वनाथमहोदय भवन्तः तैः पत्रैः पूजन्तु भवन्तः तैः पत्रैः पूजन्तु नाम पूजां करोति वा पूजयतु पूजयन्तु अस्तु समीचीनमस्ति हा इदानीं सन्ध्या भगिनी एका गतिः आनीतवती तया गत्या जलं नयामि जलं नयामि पुनः वाक्यं वदतु पुनः गतिः नाम द्रोणी पात् नाम पात्रम् पात्रं गतिः नाम अहं न जानामि गतिः घटः वा शब्दः अस्ति घटः एकः घटः घटः इदानीं पुनः वदतु एकः घटः आनीतवती किन्तु का विभक्तिः भविष्यति तत्र एकं घटम् आनीतवती अस्तु तेन घटेन जलं नयामि हा इदानीं वाक्यं समीचीनमस्ति अस्तु निहारिका भगिनी वदतु संस्कृतेन सम्भाषणं करोमि हा समीचीनमस्ति तृतीया समीचीनं वाक्यं तु समीचीनं भगिनि इदानीं सर्वनाम वदतु सर्वनाम्ना सह कोऽपि आगतवान् अहं गायत्री भगिनि अस्तु क्षम्यतां महोदय गतसप्ताहे अहं नास्ति चिन्ता भगिनि भवत्याः स्वागतं अस्तु तर्हि निहारिका भगिनि तत्र संस्कृतेन सम्भाषणं करोमि खलु तत्र सर्वनाम्ना सह भवति चेत् बहु समीचीनं तर्हि संस्कृतं तत्र सर्वनाम वदतु इदानीं समीचीनमस्ति अस्तु इदानीं अन्य लक्ष्मी भगिनी वदतु अस्तु नूतनवाक्यं वदतु अहं बाल्ये विज्ञानशास्त्रं पठामि स्म अधुना तया जिज्ञासया संस्कृतम् अपि पठामि हा समीचीनमस्ति अस्तु गायत्री भगिनी सो अस्माकम् अभ्यासः इदानीं तृतीया विभक्तिः सर्वनाम्ना सह सर्वनाम अपि bhavet. Udaharnatham lokayanam. Tatra tat page number, what is page? Nana atra grihapataha. Page number kimapi nasti. Aha. Tari yad udaharnatham nama vakya rachanam. Vakya rachanasya grihapataha jataha. Tatra tritiya vibhakta udaharnatham tatra tat lokayanam asti. Aham tena lokayanena gacchami. Aha. Tari lokayanena iti tritiya. Tasya sarvanama asti tena. Aha. Bhavati idanim eva kinchit rachayatu. Vayam abhyasam kurmaha idanim. Sarve vadanti bhavati api shravayatu. Kinchit likitva likitva shravayatu. Tritiya vibhakti. Ha, astu. Idanim sandhya bhagini vadatu. Aham bahavaha kandukaha kritavati. Taihi kandukaihi vayam kridishyamaha. Kandukani. Kandukam. Kandukam. Kandukam kandukani. Kandukam asti kalu. Oh, napumsakaling. Okay, so aham bahavaha kandukani kritavati. Bahuni. Oh, bahuni kandukani. So napumsakaling bahuni. Ha, bahuni. Bahu bahuni bahuni. Guru guruhu. Guru guruni guruni. No, kshay, aham kim vadami. Tatra pullinge guruhu guru guravaha iti pullinge, kintu napun madhu madhuni madhuni. Tatra madhu shabdaha napunsakalinga shabdaha ukaranta. Agre gatva idanim chinta nasti. Bahu tatha bahu iti visheshanam asti. Tari trishu lingeshu bhavati. Pullinge bahu bahavaha pullinge asti bahuvachane bahavaha. Napunsakalinge bahuni. Strilinge bahyaha. Bahyaha. Bahyaha. Bahu bahava yaha bahyaha bahyaha. Nasi chinta tari bahuni vadatu bahuni kandukani. Aham bahuni kandukani kritavati. Taihi kandukaihi vayam kridishyamaha. Ha, samichinam. Astu agre. Mata tena krodhena balakam tadayanti. Chintanam samichinam asti kintu tadayati tatra tadayati yatra tadanam bhavati tatra kavi bhakti bhavishyati. Kavi bhakti tena balakena tadayami tadayatavati tena krodhena. Tena krodhena balakena. Punah vakyam vadatu. Mata tena krodhena balakam tadayati. Oh, balakam tadayati. Tena krodhena. Tena krodhena. Na tatha na vadamaha. Tena krodhena balakam tadayati. So, mata chintanam samichinam. Mata krodhena balakam tadayati. Samichinam. Tadayati, taditavati. Tadayati, samichinam asti. Vartamana kale. Krodhena balakam taditavati tadayati. Krodhena tatra santoshena tena santana tatra na vadamaha. Bhavavachika shabdaha asti chet tatra sarvanama na shriyate tatra tena krodhena na vadati kintu vakyam samichinam asti. वाक्यं समीचीनमस्ति. तेन इति निष्कासयतु, पुनः वदतु. माता क्रोधेन बालकं ताडयति. हा, समीचीनं, चिन्तनं समीचीनमस्ति. अस्तु, निहारिका भगिनी वदतु. हा, गायत्री भगिनी, वाक्यमस्ति वा? अस्ति, अहं पठामि. वदतु. अहं विमानेन भारतं गच्छामि. हा, समीचीनम्. तृतीय विभक्ति वा विमानेन? न, विमाने तृतीया खलु. हा, किन्तु विमानेन तत्र सर्वनाम वदतु. सर्वनाम विमानतेन. न, सर्वनाम सर्वनाम सर्वनाम इत्युक्ते तेन तेन सर्वनाम वा? हा, खलु, तथैव. नाम सः सः इति सर्वनाम, सः सा तत्. अहं मम मातापितरौ सह विमानेन भारतं गच्छामि. हा, किन्तु किं कस्य अभ्यासः इदानीं विमानेन? तत्र विमानेन इति पदं प्रथमाभक्तौ अस्ति चेत् विमानं खलु, विमानं. तत्र तत् विमानं, तत् विमानं खलु, तद् विमानम्. इदानीं तृतीयविभक्तौ वदतु. तत् विमानं विमानेन अस्ति खलु, तत् इति अस्ति तृतीय. तृतीयविभक्ति तत् विमानं द्वितीयविभक्ति वा प्रथमविभक्ति? तद् विमानं प्रथमा अपि द्वितीया अपि अस्ति समानम्. इदानीं तृतीय. अहं विमानेन सह भारतं नो विमानेन इति तृतीया. इदानीं तत् इत्यस्य तृतीया, तत् इत्यस्य तृतीया विभक्ति किम्? ओ, तत् ओ तत् पदम् उपयोगं तत् यथा तत् ते तानि, तत् ते तानि, अनन्तरं तृतीया विभक्ति एकवचने. विमानेन इदानीं तत् शब्दः, तत् तत् शब्दः उपयोगं कृत्वा तत् इति तृतीय किं? सन्ध्या भगिनी वदतु. तेन खलु, तेन. तर्हि तेन विमानेन, तेन विमानेन भारतं गच्छामि. इदानीं समीचीनम्. अस्तु, निहारिका भगिनी वदतु. बालकः तैः चषकोः शिरां पिबन्ति. बालकः तैः चषकौः. ओ ओ ओ, चषकैः चषकैः. बालकः तैः चषकैः क्षीरं पिबन्ति. क्षीरम्, अस्तु. तर्हि पुनः वाक्यं वदतु. बालकः एकनिमेषः, अत्र एकवचने अथवा बहुवचने? बहुवचने. तर्हि बालकः इति बहुवचनं. बालकाः. इदानीं वदतु. बालकाः तैः चषकैः क्षीरं पिबन्ति. हा, इदानीं वाक्यं समीचीनमस्ति. अस्तु, विश्वनाथमहोदय वदतु. लक्ष्मी भगिनी वदतु. अहं यत् करोमि तत् जागरूकतया करोमि. जागरूकतया करोमि, समीचीनमस्ति. अहं तेन शीतलेन जलेन क्रीडामि. अहं तेन शीतलेन जलेन क्रीडामि. हा, क्रीडामि क्रीडामि इदानीं तत्र स्थालविषकारः अस्ति खलु शीतलेन शीतलेन शीतलेन शीतलेन समीचीनं वाक्यं अस्तु इदानीं सन्ध्याभगिनी वदतु पत्राणि वृक्षात् पतवन्तः बालकाः तैः पत्रैः क्रीडिष्यन्ति हा हा इदानीम् अवगच्छामि इदानीं पत्राणि वृक्षात् पतन्ति न तत्र न तत्र दोषः अस्ति तत्र भूतकाले तत्र पतितवत् इति भवति पतितवत् एकवचने पतितवत् पतितवन्तः पुल्लिङ्गे किन्तु नपुंसकलिङ्गे तत्र तकारान्त किं भवति इति द्रष्टव्यमस्ति पतितवत् पतितवन्तौ पतितवन्तः प्रायः तत् द्रष्टव्यमस्ति अनन्तरं वदिष्यामि किन्तु इदानीं वर्तमानकाले वदतु पतन्ति पत्राणि वृक्षात् पतन्ति बालकाः तैः पत्रैः क्रीडितवन्तः क्रीडितवन्ति भूतकाले वा इदानीं वर्तमानकाले वदतु तैः पत्रैः क्रीडन्ति अत्र भूतकाले क्रीडितवन्तः अस्तु गायत्री भगिनी अन्यत् वाक्यमस्ति वा अस्तु भगिनि तर्हि अन्यत् वाक्यमस्ति वा हा अन्यत् वाक्यमस्ति वा अस्ति वदतु I wrote with all the exercises of every single of them. Aham Ashtarupya Kaihi Etat Vibhakti Vallari Namna Pustakam Kretavati. Ashtarupya Kaihi Etat Vibhakti Vallari Namna Pustakam Kretavati. Vibhakti Vallari Namna Pustakam Kretavati. Vakyam Samiksimasti. अन्यत् वाक्यं वयं सैनिकाः राजा अस्माभिः सैनिकैः सह युद्धं गतवान् युद्धार्थं गतवान् वाक्यं पुनः वदतु राजा अस्माभिः सैनिकैः सह युद्धार्थं गतवान् वाक्यं समीचीनमस्ति अस्तु अन्य सन्ध्या भगिनि तत् वस्त्रं सुन्दरं नास्ति तेन वस्त्रेण अस्तु समीचीनमस्ति अस्तु निहारिका भगिनी मम अनुजः आनन्देन तानि मधुराणि खादति समीचीनमस्ति भगिनी अस्तु गायत्री भगिनी मम कार्यानं कार्यानम् इत्युक्ते कार् वा कार्यानम् कार्यानम् मम कार्यानं कार्यं न करोति तेन इदानीं पुस्तके अर्धघण्टायां तत्र कियत् कर्तुं शक्नुमः इति पश्येम. इदानीं तृतीयविभक्तेः भिन्नभिन्न अर्थाः भवन्ति. प्रथममस्ति साधनं, यत्र साधनमस्ति तर्हि कानि उदाहरणानि दृष्ट्वा अग्रे गन्तुं शक्नुमः. एतत् सर्वं प्रायः जानीमः एव. करवस्त्रं लक्ष्मीभगिनी कृपया उदाहरणम् उदाहरणं करवस्त्रम् अहं करवस्त्रेण मुखं मार्जयामि. अग्रे अहं कर्तर्या न वाक्यं वदतु कर्तरी कर्तरी कर्तर्या अहं कागदं कर्तयामि. अस्तु. इदानीं सन्ध्या भगिनी द्वितीयं कुञ्चिका अहं कुञ्चिकया तालम् उद्घाटयामि. हा अस्तु. निहारिका भगिनी महोदय पुस्तके नास्ति वा वाक्यानि? तत्र अष्टादशे अष्टादशे पुटे पेज् 18 अष्टादश 18 अस्तु धन्यवादः. तृतीयवाक्यं कस्य अस्ति? अहम् उक्तवान् सन्ध्या भगिनी निहारिका भगिनी एकनिमिषम् उट्टङ्कन उट्टङ्कनयन्त्रं टैपिङ्ग् टैप्रैटर् अहम् उट्टङ्कनयन्त्रेण करोमि. अहम् उट्टङ्कनयन्त्रेण किं करोमि? अहम् उट्टङ्कनयन्त्रेण उट्टङ्कनं करोमि. हा समीचीनम्. इदानीं गायत्री भगिनी अग्रे महोदय उट्टङ्कनेन किमर्थम् उट्टङ्कनं नाम टैपिङ्ग् उट्टङ्कनयन्त्रं टैपरर् सीवनयन्त्रम् इत्युक्ते स्विङ्ग् मेशिन् वा सीवनयन्त्रम् अहं सीवनं करोमि. अहं सीवनयन्त्रेण सीवनं करोमि. समीचीनमस्ति. विश्वनाथमहोदय अहं विमानम् अहं विमानेन सञ्चारं करोमि. समीचीनं. लक्ष्मी भगिनी सूक्ष्मदर्शकम् सूक्ष्मदर्शकेन अहं सूक्ष्मवस्तूनि पश्यामि. सर्वे अवगच्छन्ति सूक्ष्मदर्शनं मैक्रोस्कोप् वा? हा अस्तु. सन्ध्या भगिनी अग्रे कङ्कतिका अहं कङ्कतिकया केशप्रसाधनं करोमि. अत्र नपुंसकलिङ्गे अपि भवति कङ्कतं, सामान्यतया कङ्कतं. स्त्रीलिङ्गे कङ्कतिका अस्तु निहारिका भगिनी अग्रे लोकयानम् अहं लोकयानेन प्रयाणं करोमि हा समीचीनमस्ति अस्तु गायत्री भगिनी अग्रे दूरवाणी अहं दूरवाण्या सम्भाषणं करोमि विश्वनाथ महोदय अहं द्विचक्रिका अहं द्विचक्रिकाया विद्यालयं गच्छामि द्विचक्रिकया पुनः वदतु अहं द्विचक्रिकया विद्यालयं गच्छामि लेखनी लेखन्या अहम् अक्षराणि लिखामि अस्तु संध्या भगिनी अग्रे संध्या भगिनी कुर्चः अहं कुर्चेन चित्राणि लिखामि ओके ओके समीचीनमस्ति तर्हि इदानीम् अग्रे गच्छामि इदानीं भावसूचकानां तर्हि अत्र यत्र भावः अस्ति सन्तोषेण परिश्रमेण इत्यादि अस्तु गायत्री भगिनी प्रथमं करोतु उदाहरणं वा प्रथमवाक्यं माता बालकं ताडितवती माता क्रोधेन बालकं ताडितवती अस्तु समीचीनमस्ति इदानीं निहारिका भगिनि कष्टं निर्धनः कष्टेन धनं सम्पादयति हा समीचीनमस्ति अस्तु इदानीं संध्या भगिनी भयं व्यार्घं दृष्ट्वा वान्तः भयेन कम्पते स्म हा समीचीनं विश्वनाथमहोदय दुःखं मरणवार्ता श्रुत्वा सा दुःखेन कृतवती दुःखेन रोदनं कृतवती अस्तु लक्ष्मीभगिनी भवान् यत् करोति तत् आनन्देन करोतु अस्तु गायत्री भगिनी अग्रे किमपि कार्यं मा करोतु त्वरा इत्युक्ते त्वरा नाम शीघ्रं त्वरेण किमपि कार्यं मा करोतु हा किन्तु त्वरा इत्यस्य लिङ्गं किम् पुल्लिङ्गः एवं त्वरा स्त्रीलिङ्गः हा त्वरया किमपि कार्यं मा करोतु अस्तु संध्या भगिनी रुक्षता सः अधिकारी सदा अपि रुक्षतया समीचीनं निहारिका भगिनि जागरूकता भोः काः भवन्तः जागरूकतया भवनं रक्षन्तु रक्षन्तु रक्षन्तु हा अस्तु समीचीनं तत्र तर्हि एतावता वयं दृष्टवन्तः यत् तृतीयाविभक्तिः तत्र प्रथमाभ्यासः साधनं द्वितीयाभ्यासः भावसूचकः सन्तोषेन क्रोधेन कष्टेन साधनं नाम कर्तर्या कुञ्चिकया उट्टङ्कनयन्त्रेण सीवनयन्त्रेण इति अस्ति. इदानीम् अग्रे गच्छेम. सः लक्ष्मीभगिनी कृपया पठतु. सः इति शब्दः यत्र भवति तत्र तृतीया विभक्तिः भवति. उदाहरणार्थं पिता पुत्रेण सह नगरं गच्छति. अभ्यासः वाक्यरचनार्थं सहायकानां त्रयाणां शब्दानाम् आधारेण वाक्यानि रचयत. यथा लक्ष्मणः रामः वनम्. लक्ष्मणः रामेण सह वनं गतवान्. रविः मित्रं नगरम्. रविः मित्रेण सह नगरं गतवान्. अस्तु इदानीं विश्वनाथमहोदय. गोपालः शिवः सम्भाषणम् गोपालः शिवः सम्भाषणं गोपालः शिवेन सम्भाषणं गोपालः शिवेन सह सम्भाषणं करोतु. अस्तु अथवा कृतवान् कृतवान् अस्तु. सन्ध्याभगिनी अग्रे. गोविन्दः भवति चर्चा. गोविन्दः भवत्या सह चर्चा करोति. चर्चाम् इति उक्तवती वा? म अन्ते स्यात् चर्चाम्. अस्तु निहारिका भगिनी. माता पुत्र्या सह बन्धुगृहं गच्छति. हा समीचीनमस्ति. अस्तु अग्रे गायत्री भगिनी. हा सः भगिनी कलहः. सः भगिन्या सह कलहः कृतवती. किन्तु कलहः इति अस्य का विभक्तिः? अत्र प्रथमा विभक्ति कलहः. कलहः प्रथमा. किन्तु अत्र कलहः कृतवान् खलु सः भगिन्या. कृतवान् किन्तु कलहः तत्र कीदृशपदम् अस्ति? अत्र कर्तृपदं कर्मपदं किम् अस्ति अत्र? कलहं. हा का विभक्तिः? विभक्तिः का? विभक्ति प्रथमा विभक्ति तृतीया विभक्ति. न सः भगिन्या सह तत्र तृतीया. भगिन्या सह तृतीया तत्र तृतीया. कलहं प्रथमा विभक्ति. न कलहः इति प्रथमा खलु? कलहः इत्युक्ते आर्ग्युमेण्ट् वा खलु? सत्यं. प्रथमा विभक्ति कलहं वा? कलहं न प्रथमा विभक्तिः नाम देवशब्दः. यथा देवशब्दः अस्ति देवः देवौ देवाः. कलहः कलहेन न अत्र अत्र कर्मपदमस्ति. कर्म सः भगिन्या सह अत्र कलहम् इति कामपदमस्ति आब्जेक्ट् आब्जेक्ट् इति का विभक्तिः भवति अत्र सन्ध्या भगिनी किं वदति सत्यम् अत्र किमस्ति गायत्री भगिनी अत्र कस्मिन्नपि वाक्ये कस्मिन्नपि वाक्ये कर्तृपदं कर्तृपदस्य प्रथमाविभक्तिः कर्मपदस्य द्वितीयविभक्तिः तत् इति जानातु वयं कृतवन्तः भवती आसीत् सप्ताहद्वयात् पूर्वं तत्र अभ्यासः भवति स्म यत्र कर्मपदमस्ति यथा स्यूतः तत्र स्यूतः अस्ति स्यूतः इति प्रथमाविभक्तिः किन्तु अहं स्यूतं पश्यामि स्यूतम् इति द्वितीयविभक्तिः कर्मपदम् अवगच्छति वा अवगच्छामि तर्हि अत्र कलहम् इति का विभक्तिः कलहं द्वितीयविभक्ति किमर्थम् वि टेक् देवः देवः देवौ देवः द्वितीयविभक्ति देवं सो कलहः द्वितीयविभक्ति कलहं कलहौ समीचीनं सत्यं मम प्रश्नः भिन्नः मम प्रश्नः भिन्नः तत्र किमर्थं नाम किमर्थं द्वितीयविभक्तिः इच्छामः द्वितीयविभक्तिम् इच्छामः किमर्थम् अत्र कर्तृपदं तृतीयविभक्ति कर्तृपदं प्रथमाविभक्ति भगिन्याः सः इति प्रथमाविभक्तिः सः भगिन्या सह कलहं कृतवान् भगिन्या इति तृतीया तद् भिन्नमस्ति इदानीं कलहं कृतवान् द्वितीयविभक्ति किमर्थमस्ति लक्ष्मी भगिनी तत् कर्मपदं कर्मपदमस्ति कर्मपदमस्ति चेत् द्वितीयविभक्तिः भवति कर्मपदमस्ति चेत् द्वितीयविभक्तिः इति नियमः तर्हि यदि अहं पृच्छामि सः इति अस्य प्रथमाविभक्तिः किमर्थं भवती किं वदति अत्र सः भगिन्या सह कलहं कृतवान् इत्यस्मिन् वाक्ये सः प्रथमाविभक्तौ अस्ति सः तत्र सः किमर्थं प्रथमाविभक्तौ कलहं वा कलहः न सः इति शब्दः सः इति प्रथमशब्दः सः भगिन्या सह कलहं कृतवान् सः इति प्रथमविभक्तौ किमर्थम् सः प्रथमविभक्ति किमर्थं निहारिका भगिनी सन्ध्या भगिनी सः प्रथमविभक्ति अतः कर्तृपदं किन्तु कर्तृपदम् अतः प्रथमविभक्ति प्रथमविभक्ति अतः किमर्थं कार्यं करोति न भवती उक्तवती सः कर्तृपदमस्ति अतः प्रथमाविभक्तिः कलहं कामपदमस्ति अतः द्वितीयाविभक्तिः तादृशं चिन्तनमस्ति अस्माकम् अस्तु विश्वनाथमहोदय अग्रे कः भवान् आगतवान् कः भवत्साः भवान् इत्यस्य तृतीया किमर्थं स्थापितवान् अत्र भवान् इत्यस्य तृतीया भवता कः भवता सह आगतवान्? समीचीनम्. राजा सैनिकाः युद्धार्थं. राजा सैनिकैः सह युद्धार्थं गतवान्. अस्तु, समीचीनमस्ति. निहारिका भगिनी. सीता सख्याः सख्यः प्रवासार्थं सीता सख्येन प्रवासार्थं सख्यः इति मूलरूपं किं तत्र साहाय्यं करोतु सन्ध्या भगिनी. मूलरूपं किं सख्यः? वचनं किं पुल्लिङ्गः? अन्य कोऽपि अस्ति वा? प्रकाशमहोदय अस्ति वा? सखी आम् सो इकारान्त स्त्रीलिङ्ग बहुवचनं. सत्यम्. ओ ओके. गीता सख्यातिः अत्र सखी इति मूलरूपम् एकवचने सखी, बहुवचने सख्यः. यथा नदी नद्यः. नदी इति अस्य बहुवचनान्त द्वितीयविभक्त्यन्तरूपं किम्? नदीभिः. तृतीया, क्षम्यताम्. नदीभिः. नदीभिः सखीभिः. सखीभिः. सत्यं. वाक्यं वदतु. गीता सखीभिः सह प्रवासार्थं करोति. प्रवासार्थम् इत्युक्ते प्रवासः नाम जर्नी. Living somewhere else. Pravasartham. Idanim Gita. Tarhi nama Gita Sakhi Bhihi Pravasartham. Artham iti janati kalu. Tadartham. Karyartham. Karyalayam gachami. Anandartham. Kridami. Artham. Kimartham. Anandartham. Pravasartham. अवगच्छति वा? तर्हि सीता सखीभिः प्रवासार्थं गतवती. अस्तु. अस्तु. तर्हि इदानीम् अग्रे विना इति विना इति कथं भवति? तथैव भवति. सः विना तथैव भवति. लक्ष्मी भगिनी कृपया साक्षात् कार्यं प्रथमं वाक्यं. कार्यं रामः स्थातुं न शक्नोति. कार्येन विना रामः स्थातुं न शक्नोति. कार्येन विना रामः स्थातुं न शक्नोति. तृतीया भवति विना, यत्र नास्ति विना. अस्तु, अग्रे विश्वनाथ महोदय. उपनेत्रम् सः उपनेत्रेण सः उपनेत्रेण विना सः द्रष्टुं न शक्नोति. अस्तु, इदानीं गायत्री भगिनी अग्रे. पादरक्षेण लिङ्गं किं विना? लिङ्गं पादरक्षा स्त्रीलिङ्गः hmm. पादरक्ष्या विना लता लता इत्यस्य तृतीया किम् लतया लतया लतया इदानीं रक्ष पादरक्षा पादरक्षया पादरक्षाया विना सा चलितुं न शक्नोति पादरक्षया पादरक्षया विना सा चलितुं न शक्नोति अस्तु अग्रे निहारिका भगिनी आसन्दः अहम् आसन्देन विना एषः उपवेष्टुं न शक्नोति हा समीचीनम् अस्तु सन्ध्या भगिनी दन्ताः दन्तैः विना वृद्धः चर्वणं कर्तुं न शक्नोति समीचीनमस्ति अस्तु लक्ष्मी भगिनी अग्रिम आत्मविश्वासः आत्मविश्वासेन विना सः कार्यं न करोति विश्वनाथमहोदय कारुयानेन विना धनिकः सञ्चारं न करोति अस्तु समीचीनं गायत्री भगिनी अग्रे कूर्चः कूर्चेन विना चित्रकारः चित्रं न लिखति अस्तु समीचीनम् अस्तु निहारिका भगिनी घट्या विना सः कुत्रापि न गच्छति अस्तु अग्रे सन्ध्या भगिनी धनेन विना जनाः जीवनं न कुर्वन्ति अस्तु समीचीनमस्ति इदानीम् अग्रिमभागं त्यक्त्वा अग्रे गच्छेम इदानीं कारणवाचकः कारणवाचकः यत्र कारणमस्ति हेतुवाचकः मम आगमनेन सः सन्तुष्टः तर्हि आगमनं तेन आगमनेन मम आगमनेन नाम आगमनम् इति कारणम् अनेन कारणेन सः सन्तुष्टः तर्हि लक्ष्मीभगिनी अग्रे पठतु एषा वार्ता कोपः प्रवृद्धः एतया वार्तया कोपः प्रवृद्धः एतादृशं चिन्तनं मनः कलुषितम् एतादृशेन चिन्तनेन मनः कलुषितम् अस्तु विश्वनाथमहोदय अविवेकः महति विपात् अविवेकेन अविवेकेन महति विपातम् विपात् तकारात् शब्दः निहारिका भगिनी अवगच्छति वा एषया वार्तया कोपः प्रवृद्धः इति अर्थः अवगच्छति वा अर्थः स्पष्टः वा न अवगच्छामि अस्तु कोपः इति जानाति वा आम् जानाति अस्तु प्रवृद्धः इति तत्र वर्धनं वर्धनम् इति जानाति वा वर्धनम् कोपस्य वर्धनम् अधिकम् कोपः अधिकः एषा वार्ता वार्ता इति जानाति वा वार्ता न न वार्ता एषा वार्ता वार्ता नाम मेटर् matter angla bhasha matter or occurrence or issue astu astu ha tari esha varta etaya vartaya kopaha adikah praviddha avagachati va nava अस्तु अनन्तरं द्वितीयं वाक्यम् एतादृशेन चिन्तनेन मनः कलुषितं कलुषितं नाम अस्वच्छम् असमीचीनम् अस्तु एतादृशम् एतादृशम् एतादृशेन एतादृश नाम दिस् कैण्ड् आफ् this kind of etadrishena chintanena by this kind of thinking manaha kalushita mind becomes defiled foul pure impure degenerated dirty kalushitam etadrishena chintanena manaha kalushitam anantram avivekena mahati vipat avivekah जानाति वा जानाति अस्तु अविवेकेन महती विपत् विपत् इति जानाति सन्ध्या भगिनि गायत्री भगिनि विपत् इत्युक्ते प्राब्लम् समस्या समस्या हा समस्या महती समस्या बृहती समस्या समस्या तर्हि अविवेकेन महती समस्या अत्र अविवेकेन निहारिका भगिनी वदतु अविवेकेन तत्र अर्थः कः विवेकः नास्ति हा नास्ति हा समीचीनम् अविवेकेन तृतीया इदानीम् अविवेकेन अर्थः कः हा लेकिन् तृतीया परन्तु तृतीया इत्यस्य अर्थः कः अत्र सन्ध्या भगिनि अविवेकः इत्युक्ते विवेकः नास्ति इति सत्यं किन्तु तृतीया विभक्तिः तृतीया इत्यस्य अर्थः कः अत्र अत्र कारणवाचकः हेतुवाचकः इति उक्तं तर्हि अविवेकेन कार्यमस्ति कारणम् अविवेकेन अविवेकः अस्ति अतः महती विपत् अविवेकः अस्ति चेत् महती विपत् अत्र ड्यू टु इति अर्थः ड्यू टु अविवेकेन अथवा तत्र एषा वार्ता एतया वार्तया ड्यू टु दिस् मेटर् एतादृशेन चिन्तनेन ड्यू टु थिङ्किङ्ग् इन् दिस् वे ड्यू टु तृतीया अत्र तृतीया विभक्तिः इत्यस्य अर्थः ड्यू टु अवगतं स्यात् अस्तु अस्तु हा विश्वनाथमहोदय अन्य कोऽपि दूरवाणी केवलं जनत्रयमस्ति खलु अन्य कोऽपि अस्ति वा प्रकाशः न आगतः खलु. अस्तु, विश्वनाथ महोदय. धावनं मार्गे पतितः. धावनेन मार्गे पतितः. अर्थः स्पष्टः स्यात्. अर्थः स्पष्टः अस्ति वा? न, स्पष्टः नास्ति. धावनं जानाति खलु? धावनं जानाति वा? धावति. सर्वे जानाति वा धावति? रनिङ्ग्. धावनेन मार्गे पतति. तस्य अनुवादः कः? धावनेन मार्गे अनुवादः वेरे मार्गे अनुवादः आङ्ग्लभाषया वदतु. मीन् बै रन्निङ्ग् हि लास्ट् द वे. हि लास्ट् द वे? न, न, न, हि लास्ट् द वे न. पतितः मार्गे पतितः. मार्गे पतितः. मार्गे पतितः. बिकास् आफ् रन्निङ्ग् हि फेल् इन् द स्ट्रीट्. अस्तु, गायत्री अग्रिमं. गायत्री भगिनी. दैवानुग्रहः अपायः न जातः. दैवानुग्रहेण दैवानुग्रह समीचीनं. दैवानुग्रहेण अपायः न जातः. अस्तु, अर्थः स्पष्टः. स्पष्टः. अस्तु, निहारिका भगिनी आगच्छति वा? न. दैवानुग्रहः इत्युक्ते देवस्य कृपया. देवस्य कृपा. कृपा जानाति वा? कृपा. देवस्य कृपया. By the grace of God. Apayaha? Apayaha nama danger. Calamity. Astu. Na jataha. Na jataha nama na abhavat. Na jataha. Na abhavat. Abhavat iti janati wa? Abhavat? An. Apayaha na abhavat. अस्तु, निहारिका भगिनी अग्रिमं करोतु. दैवानुग्रहेण अथवा दैवानुग्रहेण. अत्र अत्र भवति ऋणत्वं भवति. दैवानुग्रहेण कथनेन न किमपि प्रयोजनम्. अर्थः स्पष्टः वा? सन्ध्या भगिनि. कथनं किं? कथनं नाम वदनम्. निहारिका भगिनि अवगच्छति वा अर्थम्? प्रयोजनम् इत्युक्ते प्रयोजनं मूल्यं. मूल्यं मूल्यं न जानामि. मूल्यं प्रयोजनं लाभः. लाभः जानाति? लाभः. कथनेन वदनेन. वदनेन न किमपि प्रयोजनम्. There's no point in saying like that. By saying in this way, there's not going to be any benefit. Avagatam va? Avagacchami. Astu, Gayatri Bhagini agri? Lakshmi Bhagini vadatu. Agamanam. Astu, agamanam karatu. Vadatu Gayatri Bhagini. Agamanam sarve. तूष्णीं स्थितवन्तः. आगमनेन सर्वे तूष्णीं सितवन्तः. हा समीचीनम्. अर्थः स्पष्टः वा? हा स्पष्टम्. अर्थं स्पष्टम्. अर्थः स्पष्टः. स्पष्टः. अग्रे. अनारोग्यम् अनारोग्येन कृशः. अनारोग्येन कृशः. अनारोग्येण कृशः. अस्तु विश्वनाथ महोदय. शिरोवेदनया कार्यालयं न गतः. समीचीनम्. इदानीं दशमं सन्ध्या भगिनि. अग्निस्पर्शेन हस्तः गतः. दग्धः. अग्निस्पर्शेन हस्तः दग्धः. स्पष्टः वा? आम्. अस्तु पञ्चदशनिमेषाः सन्ति. इदानीं कथाम् आरब्धुं शक्नुमः. कथा किम् अष्टादश. लक्ष्मीभगिनी कृपया पठतु मन्दं मन्दं. किलोत्पाटी वानरः. कस्मिंश्चित् नगरे कश्चन धनिकः आसीत्. सः एकं देवालयं निर्मापयितुम् इष्टवान्. तदर्थं बहूनि वस्तूनि अपेक्षितानि आसन्. कर्मकराः तेषां सङ्ग्रहणम् आरब्धवन्तः. एतावत् स्पष्टमस्ति वा? कस्मिंश्चित् नगरे कश्चन धनिकः आसीत्. अत्र सर्वं स्पष्टं? प्रश्नसि कश्चन धनिकः आसीत्. सः एकं देवालयं निर्मापयितुम् इष्टवान्. निर्मापयितुं निर्माणं कारयितुं कर्तुम् इति न, कारयितुं. To get it made. He's not going to make it with his own hands. Dhanikah asti kalu. Swayam na karoti. Dhanam dattva karyati. Swayam na karoti. Dhanam dattva karyati. Iti nirmapayatum. Yato hi devalayam nirmatum. Samanya prayoga asti nirmatum ishtavan. Atra nirmapayatum ishtavan. Karyatum ishtavan. तदर्थं बहूनि इति वयं दृष्टवन्तः खलु. बहूनि सन्ध्या भगिनि. बहूनि नपुंसकलिङ्ग् खलु. नपुंसकलिङ्ग् अस्ति. वस्तूनि. वस्तु इति अस्य लिङ्गं किं? हा नपुंसकलिङ्ग् शब्दः. बहूनि वस्तूनि अपेक्षितानि आसन्. अपेक्षितानि नाम आवश्यकानि. निहारिक भगिनी अवगच्छति वा? कर्मकराः तेषां सङ्ग्रहणम् आरब्धवन्तः. आरम्भं कृतवन्तः. अस्तु अग्रे गायत्री भगिनी पठतु. एकः प्रश्नः. सङ्ग्रहणम् इत्युक्ते सङ्ग्रहणं सङ्ग्रहः इति जानाति वा? सङ्ग्रहः सङ्ग्रहः नाम कलेक्शन्. सङ्ग्रहः अत्र सङ्ग्रहणं तेषां सङ्ग्रहणम् आर् स्टार्टेड् टु कलेक्ट् दोस् थिङ्ग्स् दट् वर् नीडेड्. कर्मकराः तेषां वस्तूनां सङ्ग्रहणम् आरब्धवन्तः. केचन कर्मकराः काष्ठखण्डान् आनेतुम् अरण्यं गतवन्तः. ते तत्र एकं महावृक्षं चित्वा पातितवन्तः. क्रकचेन तस्य विदारणम् आरब्धवन्तः. यदा अर्धभागस्य विदारणं समाप्तं तदा तेषां बुभुक्षा जाता. अतः ते अर्धविदीर्णस्य काष्ठखण्डस्य मध्ये एकं कीलकं संयोज्य आहारार्थं नगरं गतवन्तः. अस्तु, समीचीनमस्ति. तर्हि पश्येम, केचन कर्मकराः काष्ठखण्डान् आनेतुम् अरण्यं गतवन्तः. अत्र प्रश्नः अस्ति वा? काष्ठखण्डान् इत्युक्ते काष्ठ नाम वुड्. खण्डः प्रथमखण्डः, द्वितीयखण्डः, खण्ड इति जानाति वा? भागः. भागः, खण्डः नाम भागः. काष्ठभागान् आनेतुम् अरण्यं गतवन्तः. स्पष्टमस्ति वा? स्पष्टमस्ति. निहारिका भगिनी, ते तत्र एकं महावृक्षं छित्त्वा कर्तयित्वा छित्त्वा छेदं कृत्वा छेदनं कृत्वा पातितवन्तः. अत्र बालकः पतति, शत्रुः बालकं पातयति पतति पातयति. अतः अत्र पातितवन्तः, वृक्षं पातितवन्तः. क्रेकचेन अत्र क्रकचेन क्रकचः इति जानाति वा? क्रकचः तत्र यथा छुरिका, वृक्षस्य काष्ठस्य छुरिका सा. क्रकचेन तस्य विदारणम् आरब्धवन्तः. कर्तनं, विदारणं, स्प्लिटिङ्ग् आरब्धवन्तः. तदा अर्धभागस्य विदारणं समाप्तं. तदा तेषां बुभुक्षा जाता, खादितुम् इष्टवन्तः. अतः ते अर्धविदीर्णस्य काष्ठखण्डस्य मध्ये एकं कीलकं नाम पेग् और् पिन् संयोज्य स्थापयित्वा आहारार्थं नगरं गतवन्तः. इति स्पष्टमस्ति वा? अस्तु, सन्ध्याभगिनी पठतु कृपया. तदा एकः वानरः तत्र आगतः. अर्धविदीर्णं काष्ठखण्डं दृष्टवतः. तस्य कुतूहलं जातम्. सः तत् कीलकम् उत्पाटयितुं प्रयत्नम् अकरोत्. परन्तु न शक्तः. एतावत् स्पष्टमस्ति वा? तदा एकः वानरः तत्र आगतः अर्ध विदीर्णम् विदीर्णं वयं जानीमः विदीर्य पूर्वमागतं विदारणम् अनन्तरं विदीर्णस्य इति इदानीं तृतीयवारम् अयं शब्दः तृतीयवारमस्ति अर्धविदीर्णस्य काष्ठखण्डस्य मध्ये इति पूर्वमासीत् इदानीम् अर्धविदीर्णं काष्ठखण्डम् का विभक्तिः अस्ति द्वितीयविभक्तिः अस्ति अर्धविदीर्णं काष्ठखण्डं दृष्टवतः तस्य हा हा सत्यम् अत्र तस्य इति अस्य षष्टिविभक्तिः खलु दृष्टवतः इति अपि षष्टिविभक्तिः अस्ति षष्टिः दृष्टवान् इति अस्य दृष्टवतः षष्टि तत्र दृष्टवतः तस्य कुतूहलं जातं तस्य अर्धविदीर्णस्य काष्ठखण्डस्य दर्शनेन तस्य कुतूहलं जातं कुतूहलं जानीमः सर्वे निहारिका क्यूरियासिटि कुतूहलं जातं सः तत् कीलकं नाम तदेव फेग् फिन् उत्पाटयितुं प्रयत्नम् अकरोत् नाम निष्कासयितुम् उत्पाटयितुं कीलकं तत्र काष्ठे अस्ति सः तत्र स्वीकृत्य निष्कासयितुं प्रयत्नं कृतवान् ट्रै टु रिमूव् इट् परन्तु न शक्तः स्पष्टमस्ति वा अस्तु विश्वनाथमहोदय तथा सः तस्य काष्ठखण्डस्य मध्यभागे सम्यक् उपविष्टवान् तन्मध्ये योजितं कीलकं महता प्रयत्नेन उत्पादितवान् च तन्मध्ये तावता ततः सः तस्य काष्ठखण्डस्य मध्यभागे सम्यक् उपविष्टवान् सः कः वानरः तस्य काष्ठखण्डस्य मध्यभागे सम्यक् उपविष्टवान् तन्मध्ये नाम तस्य मध्ये तस्य कस्य काष्ठखण्डस्य मध्ये योजितं कीलकं महता प्रयत्नेन उत्पादितवान् च निष्कासितवान् च अस्तु निहारिका भगिनी अग्रे कीलकं कीलकं तु बहिः आगतं परन्तु तन्मध्ये लग्नं वानरस्य पदद्वयम् अपि भग्नम् वेदन vedanaya panpinitaha piditaha piditaha saha vanaraha vanaraha vanaraha tatraiva mritaha ha कीलकं तु बहिः आगतं परन्तु तस्य मध्ये लग्नं वानरस्य पादद्वयम् अपि भग्नं भग्नं जानाति वा भग्नं वेदनया पीडितः वेदनया तत्र भावसूचकतृतीया सन्तोषेण वेदनया पीडितः सः वानरः तत्र एव मृतः तस्य मरणं जातं मृतः अस्तु लक्ष्मी भगिनी अग्रे अकर्तव्येषु कर्तव्यं यो नरः कर्तुमिच्छति अवश्यं विपदं याति कीलोत्पाटीव वानरः अकर्तव्येषु कर्तव्यं यः नरः कर्तुमिच्छति अवश्यं विपदं याति कीलोत्पाटी इव वानरः नाम यथा वानरः मूर्खः तस्य कार्यं यत् न कर्तव्यमासीत् सः वानरः कृतवान् अतः तस्य फलं समीचीनं नासीत् सः मृतो तस्य मरणं जातं तथैव नरः यः करोति तस्य तथैव भवति यः नरः नाम नरः पुरुषः मनुष्यः यः कोऽपि एवं कर्तुमिच्छति अकर्तव्येषु कर्तव्यं यत् कर्तव्यमस्ति यत् न कर्तव्यमस्ति अकर्तव्यं तेषु नाम सप्तमी बहुवचनम् अमङ्ग्स्ट् दोस् थिङ्ग्स् विच् वन् शुड् नाट् डू अकर्तव्येषु कर्तव्यं यः नरः कर्तुमिच्छति यत् न कर्तव्यमस्ति यः कर्तुमिच्छति अवश्यं विपदं नाम समस्या याति नाम भविष्यति याति नाम गच्छति विपदं भवति कीलोत्पाटी इव वानरः कीलोत्पाटी नाम यः कीलकम् उत्पाटयति सः स्पष्टः अस्ति वा कोऽपि प्रश्नः सन्ध्या भगिनी अवगतम् किञ्चित् अवगच्छामि निहारिका भगिनी अवगच्छामि अस्तु सत्यम् अस्तु समीचीनं तर्हि अनेन विरमाम अग्रिमे सप्ताहे किं कर्तुं शक्नुमः अत्र चतुर्थी विभक्तिः सर्वे किञ्चित् रचयन्तु पुस्तके दृष्ट्वा चतुर्थी विभक्तिः कुत्र भवति तत्र सर्वनाम्ना सह चतुर्थी विभक्ति तत्र चतुर्थी विभक्त्यन्तपदानि तत्र तेन सह वाक्यानि रचनीयानि अस्तु अहं लिखिष्यामि क्षम्यताम् अहं लिखिष्यामि अद्य प्रेषयिष्यामि नमस्कारः विरमाम अग्रिमे सप्ताहे मिलामः नमस्कारः धन्यवादः